पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 63 पुलस्त्य उवाच यदस्मिन्नन्तरे पूर्वं व्यासशिष्यो महामुनिः नमस्कृत्य गुरुं भीष्म संजयः परिपृच्छति देवानां पूजनोपायं क्रमं ब्रूहि सुनिश्चितम् अग्रे पूज्यतमः कोऽसौ को मध्ये नित्यपूजने अन्ते च पूजा कस्यैव कस्य को वा प्रभावकः किं वा कं च फलं ब्रह्मन् पूजयित्वा लभेन्नरः व्यास उवाच गणेशं पूजयेदग्रे त्वविघ्नार्थं परे त्विह विनायकत्वमाप्नोति यथा गौरी सुतो हि सः पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ सर्वलोकधरौ शूरौ देवौ स्कन्दगणाधिपौ तौ च दृष्ट्वा नगसुधा सिद्ध्यर्थं पर्यभाषद इदं तु मोदकं पुत्रौ देवैर्दत्तं मुदान्वितैः महाबुद्धिदिविख्यातं सुधया परिनिर्मितं गुणं चास्य प्रवक्ष्यामि शृणुतं तु समाहितौ अस्यैवाख्राणमात्रेण अमरत्वं लभेद्ध्रुवं सर्वशास्त्रार्थतत्त्वज्ञ सर्वशास्त्रास्त्रकोविदः निपुणः सर्वतन्त्रेषु लेखकश्चित्रकृत्सुधीः ज्ञानविज्ञानतत्त्वज्ञ सर्वज्ञो नात्र संशयः पुत्रौ धर्मादधिकतां प्राप्य सिद्धिशतं व्रजेद यस्तस्य वै प्रदास्यामि पितुस्ते सम्मदं त्विदं श्रुत्वा मातृमुखा देवं वचः परमकोविदः कन्थस्तीर्थं ययौ सद्य सर्वं त्रिभुवनस्थितं बर्हिणं स्वं समारुह्य त्वभिषेककृतक्षणाद् पितरौ प्रदक्षिणं कृत्वा लम्बोदरधरसुधीः त एव मुदा युक्तः पित्रोरेवाग्रतस्थितः पुरतश्च तथा स्कन्दो मे देहीदिब्रुवन् स्थितः ततस्तु तौ समीक्ष्याथ पार्वती विस्मिता ब्रवीद सर्वतीर्थाभिषेकैस्तु सर्वदेवैर्नतैस्तथा सर्वयज्ञव्रतैर्मन्त्रैर् योगैरन्यैर्यमैस्तथा पित्रोरर्चा कृतः कोऽपि कलां नार्हति षोडशीं तस्मात् सुदशदा देशोऽधिकशतगुणैरपि अदो ददामि हेरम्बे मोदगं देवनिर्मितम् अस्यैव कारणादस्य अग्रे पूजामखेषु च वेदशास्त्रस्तवादौ च नित्यं पूजाविधासु च पार्वत्या सह भूदेशो ददौ तस्मै वरं महद अस्यैव पूजनादग्रे देवास्तुष्टा भवन्तु च सर्वासामपि देवीनां पितॄणां च समं ददः तपो भवतु नित्यं च पूजितेऽग्रे गणेश्वरे तदसर्वेषु यज्ञेषु पूजयेद्गणपं द्विजः कोटिकोटिगुणं तेषु देवदेवी वचो यथा दत्त्वा सर्वगुणं पुण्यं देवदेव्या तथा मुदा कृतं गणाधिपत्यं च सर्वदेवाग्रदस्तदा तस्मात् प्राज्येषु यज्ञेषु स्तोत्रेषु नित्यपूजने गणेशं पूजयित्वा तु सर्वसिद्धिं लभेन्नरः एवं ज्ञात्वा तु देवैस्तु दयिदप्राप्तिकाम्यया पूजितश्चाध सर्वैस्तु स्वर्गमोक्षार्थतो ध्रुवम् नक्राहारश्च दुर्ध्यां तु पूजयित्वा गणाधिपं लिङ्गे वा प्रतिमाचित्रे देवः पूज्यो भवेद्यदि गणाधिपनमस्तुभ्यं सर्वविघ्नप्रशान्तिद उमानन्दप्रदप्राज्ञत्राहि मां भवसागराद हरानन्दकरध्यानज्ञानविज्ञानदप्रभो विघ्नराज नमस्तुभ्यं प्रसन्नो भव सर्वदा कृतोपवासो गणपं पूजयेद्यो नरो मुदा सर्वपापविनिर्मुक्तः सुरलोके महीयते स्तोत्रं तस्य प्रवक्ष्यामि नामद्वादशकं शुभम् ॐ नमो गणपतये मन्त्र एष उदाहृदः गणपतिर्विघ्नराजो लम्बं तुण्डो गजाननः द्वै मादुरश्च हेरम्ब एकदन्तो गणाधिपः विनायकश्चारुकर्णः पशुपालो भवात्मजः द्वादशैतानि नामानि प्रादरुद्धाय यः पठेत् विश्वं तस्य भवेद्वश्यं न च विघ्नं भवेत् क्वचिद् महाप्रेदाश्रमं यान्ति पीड्यते व्याधिभिर्न च सर्वपापाद्विनिर्मुक्तो ह्यक्षयं स्वर्गमश्नुते इति श्रीपद्मपुराणे प्रथमे सृष्टिकण्डे गणपतिस्तोत्रं नाम त्रिषष्टितमोऽध्यायः ॐ